तर्हि अस्माकं विषयः गतसप्ताहे आसीत् तत्र लक्षण ग्रन्थः इति भागः. तर्हि किञ्चित् लक्षणलक्ष्यविषये चर्चितवन्तः अपि, तस्मिन् विषये एव किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. तर्हि लक्षणम् इत्युक्ते किं, लक्ष्यम् इत्युक्ते किम् इति कोऽपि वक्तुं शक्नोति वा? लक्ष्यम् इत्युक्ते ज्ञातुम् इष्टः पदार्थः लक्ष्यम्. उदाहरणार्थं पृथ्वी इति लक्ष्यं. लक्षणम् इत्युक्ते वैशिष्ट्यगुणः लक्ष्येषु वर्तते, विजातीयेषु न वर्तते. यदा पृथ्वी स्वीकुर्मः चेत् गन्धवती पृथ्वी, गन्धः पृथिव्याः लक्षणं. उत्तमं. तर्हि तत्र लक्ष्यसामान्येषु वर्तते, विजातीयेषु न वर्तते इति लक्षणम्. अति उत्तमं. तर्हि वदतु भगिनि. अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वं लक्षणमिति अपि. अति उत्तमम्. अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असामान्यधर्मः लक्षणम् इति. इत्युक्ते असामान्यधर्मः लक्षणं. कीदृश असामान्यधर्मः इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असामान्यधर्मः लक्षणम् इति. तर्हि अव्याप्तिदोषः इत्युक्ते कः भवती एव वदतु. अव्याप्ति इत्युक्ते केचन लक्ष्यपदार्थेषु न वर्तते, न अस्ति. उदाहरणं कृष्णवर्णीयः, कृष्णवर्णः इति लक्षणं, गोः लक्षणम् इति स्वीकुर्मः चेत् सर्वासु गोषु कृष्णवर्णः एव नास्ति. तत् अस्ति अव्याप्तिदोषः. तर्हि तत्र तादृश लक्षणं तत्र अव्याप्तिदोषग्रस्तः भवति खलु, किमर्थं चेत् तद् सर्वासु गोषु न वर्तते. अतिव्याप्ति इत्युक्ते अलक्ष्येषु अपि भवति. अलक्ष्येषु वृत्तित्वम् इति. तत्र अव्याप्तिदोषः इत्युक्ते लक्ष्येषु एकदेश अवृत्तित्वम्. अतिव्याप्तिदोषः इत्युक्ते अलक्ष्येषु वृत्तित्वम् इति. तत्र उदाहरणं किम् आसीत्? शृङ्गम्. तर्हि शृङ्गम् इति लक्षणं, गोः लक्षणम् इति स्वीकुर्मः चेत् तत्र अन्य पशवः अपि सन्ति यस्मिन् शृङ्गः तस्मिन् अपि शृङ्गः अस्ति खलु. तर्हि तत्र केवलं गोः एव शृङ्गमस्ति इति वक्तुं न शक्नुमः. तर्हि तत्र अतिव्याप्ति इति दोषः भवति. तर्हि तादृशलक्षणम् अतिव्याप्तिग्रस्तः भवति इति भवति. असम्भवदोषः इत्युक्ते अन्य कोऽपि वक्तुं शक्नोति वा, सुनील् महोदय? लक्षणं लक्ष्ये न भवति, तत् असम्भवदोषः. अस्तु. तर्हि तत्र लक्ष्यसामान्य अवृत्तित्वम् इति उक्तवन्तः. उदाहरणमासीत् सिंहजडाः इति. तद् गोः लक्षणं नास्ति, अतः असम्भवदोषः इति उच्यते. किमर्थं गोः लक्षणं नास्ति? तादृश केसराः गवी नास्ति इति. गवी तत्र यस्मिन् कस्मिन्नपि तत्र अन्य तत्र सिंहजडाः इति यत् लक्षणम् अस्ति तत्तु यस्यामपि गवी गवी नास्ति खलु. तत्र तादृशधर्मः न सम्भवति एव. तर्हि तदर्थमेव तत्र असम्भवदोषः इति तद् तस्य अस्तित्वमेव नास्ति गवी इति. अस्तु, तर्हि एतत् पर्यन्तं स्पष्टम् इति मन्ये. तत्र किमपि प्रश्नः अस्ति वा? पुष्पा भगिनी. हा नमस्कारः भगिनि. अन्य कोऽपि अपि आगतवान् किम्? इतोपि एकम् एकः ध्वनिः मया श्रूयते. नमस्ते भगिनि, पवनः अत्र. हा नमस्ते महोदय. नमस्ते. अस्तु, तर्हि लक्षणं लक्ष्यम् इति अस्मिन् विषये भवान् किञ्चित् एतत्तु स्पष्टमस्ति वा भवता? महोदय लक्ष्यं पवन् महोदय. अस्तु, कुत्र गतवान्? अस्तु, क्षन्तव्यस्मि भगिनि, म्यूट् मध्ये आसम्. पुनः वदतु. तत्र न भवान् गतसप्ताहे न आगतवान् खलु, तर्हि तत्र किञ्चित् पुनस्मरणं कृतवन्तः लक्षणलक्ष्यविषये. स्पष्टमस्ति वा इति प्रश्नः आसीत्, मम प्रश्नः आसीत्. न भगिनि, अहं न श्रुतवान् अपि ध्वनिमुद्रणम्. अस्तु, इदानीमेव किञ्चित् किञ्चित् पुनस्मरणं कुर्मः. तत्र रामप्रिया भगिनी पूर्वम् उक्तवती लक्ष्यम् इत्युक्ते यत्किमपि पदार्थः यः कः अपि पदार्थः अस्ति चेत् तस्मिन् विषये ज्ञातुम् अस्माकम् इच्छा भवति चेत् सः पदार्थः अस्ति लक्ष्यम् इति. उदाहरणार्थं तत्र गोः अथवा पृथिवी इति स्वीकुर्मः चेत् तत्र पृथिवी इत्युक्ते कः इति ज्ञातुम् अस्माकम् इच्छा आगच्छति खलु. तर्हि तत्र तादृशपदार्थः अस्ति लक्ष्यम् इति. लक्षणम् इत्युक्ते तत्र यत् तत्र वैशिष्ट्य धर्मः यद् अस्ति, वैशिष्ट्यधर्मं यदस्ति तस्मिन् पदार्थे, यत् अन्यपदार्थेषु नास्ति, अपि च तत् पदार्थसमानेषु सर्वत्र सर्वदा भवति, तादृशगुणः अथवा धर्मः यदस्ति तदेव अस्ति लक्षणम् इति. उदाहरणार्थं तत्र गवी सास्ना इति किमपि पदार्थः अस्ति. सास्ना इत्युक्ते यद् गोः गलादभागे तत्र किमपि त्वक् अस्ति, तद् यद् तत्र लम्बमानः अस्ति, तादृशत्वक् केवलं गवी अस्ति. अन्य पशुषु तु तादृश त्वक् अस्माभिः न दृश्यते एव. तर्हि तादृशवैशिष्ट्यधर्मः यदस्ति तदेव लक्षणम् इति. अपि च सर्वासु गोषु तादृशसासना इति पदार्थः वर्तते एव. तर्हि प्रत्येकं यत्किमपि तत्र प्रत्येकं गोषु तादृश सास्ना इति पदार्थः वर्तते, अपि च अन्यासु पशुषु तादृशपदार्थः न वर्तते इति कारणात् तत्र लक्षणम् इति वदामः. अस्तु, अवगतम्? आं भगिनि. तर्हि अग्रे पठामः. तत्र प्रथमं सप्तत्रिंशतितमे पुटे तत्र तत्र गन्धवती पृथ्वी इति स्थूलाक्षरैः अस्ति खलु यद् सङ्ग्रहेषु स्वीक्रियते तादृश तद् वाक्यानि तानि वाक्यानि किञ्चित् पठित्वा अग्रे सरामः. बालसुब्रह्मण्यमहोदय भवान् पठति किम्? भगिनि भगिनि लक्षणाभासः किम् अस्ति? लक्षणाभासः इत्युक्ते तत् लक्षणमिव भासते परन्तु वस्तुतः तद् लक्षणं नास्ति. लक्षणमिव आरोपितुं भवति परन्तु तत्तु लक्षणं न भवति. किमर्थं चेत् तत् किमपि दोषग्रस्तः भवति. तत् त्रिविधदोषाः वयं चर्चितवन्तः खलु, अतिव्याप्ति, अव्याप्ति, असाधारणधर्मः इति. तादृशदोषग्रस्तः भवति, न तु लक्षणम् इति. तदेव लक्षणाभासः. पठतु महोदय. तत्र गन्धवती पृथिवी सा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. पुनः त्रिविधा शरीर इन्द्रिय विषयभेदात्. शरीरम् अस्मदादीनाम्, इन्द्रियं गन्धग्राहकं, घ्राणं नासग्रवर्ति, विषयो मृत्पाषाणादिः इति. अस्तु, सप्तत्रिंशतितमे पुटे भगिनि, तत्र स्थूलाक्षरैः अस्ति खलु. सप्तत्रिंशति. अस्तु अस्तु, तर्हि एतत् वयं एतदपि वयं गते सप्ताहे दृष्टवन्तः, परन्तु पुनस्मरणरूपेण किञ्चित् पुनः पठित्वा अग्रे सरामः. तर्हि तत्र गन्धवती पृथिवी इत्युक्ते तदेव पृथिव्याः लक्षणवाक्यम् अस्ति. इत्युक्ते गन्धाश्रयत्वं, गन्धवती इत्युक्ते गन्धाश्रयत्वं, तत्र मतु प्रत्ययः अस्ति. तर्हि पृथ्वी अस्ति गन्धाश्रयत्वम् इति. तत्र पृथ्वी द्विविधा अस्ति, नित्या अनित्या इति. यद् नित्या अस्ति तत् परमाणुरूपा अस्ति इत्युक्ते तत्तु वयं पूर्वं दृष्टवन्तः, यत् परमाणु अस्ति तत् सर्वदा नित्यम् अस्ति इति. तर्हि परमाणुरूपे या पृथ्वी अस्ति सा नित्या अस्ति. तत्र कार्यरूपम् इत्युक्ते तत्र यत्र वदतु महोदय. जन्यम् अस्ति, जन्यसहित रूपम् अस्ति. सत्यम्. आम्, उदाहरणार्थं तत्र घटः, पटः, पुस्तकं, यत्किमपि स्वीकुर्मः चेत् तत्र जन्यं भवति. तत्र कार्यरूपा इत्युक्ते यत्र जन्यं भवति इति. तदेव अनित्य अनित्या इति. पुनः त्रिविधा इति अस्ति. तत् पुनः इति तद् अनित्यरूपं सूचयति. तत्र यद् अनित्यरूपा पृथ्वी अस्ति सा पुनः त्रिविधा अस्ति, शरीर इन्द्रिय विषय इति त्रिविधभेदात्. तत्र पुनः त्रिविधा भवति. शरीरम् इत्युक्ते तत्र अहं चिन्तयामि अग्रे किञ्चित् विस्ताररूपेण पठिष्यामः इति. परन्तु तत्र शरीरम् इत्युक्ते आत्मना भोगायतनं शरीरम् इति शरीरस्य लक्षणमस्ति. इत्युक्ते तत्र आयतनम् इत्युक्ते आश्रयः, आत्मनः इत्युक्ते अस्माकं भोगः इत्युक्ते सुखदुःखादि यद्विष् विषयाः वयम् अनुभवामः, तस्य आश्रयः आत्मनः तादृशसुखदुःखादि अनुभवः आत्मनः भवति. परन्तु तादृश आत्मनः आश्रयः यदस्ति तदस्ति शरीरम् इति. अपि च हिता अहितप्राप्तिपरिहार अनुकूला क्रिया अपि भवति शरीरे. इत्युक्ते किमपि हितप्राप्ति अपि च अहितपरिहारम् इत्युक्ते यदा सर्पः आगच्छति चेत् वयं तस्मात् झटिति गमिष्यामः खलु, तत्र धावयामः किमपि कुर्मः, तादृश तादृश क्रिया अस्ति अहितपरिहारः. हितप्राप्ति इत्युक्ते वयं तत्र जलं पिबामः अथवा अन्नं खादामः, तादृश क्रिया अस्ति हितप्राप्ति. हितप्राप्ति अहितपरिहार अनुकूला क्रिया अपि भवति शरीरे. तदेव अस्ति शरीरस्य लक्षणमिति अहं चिन्तयामि. अग्रे एतत् सर्वम् इतोपि विस्ताररूपेण आगच्छति इति, परन्तु अत्र किञ्चित् परिचयरूपेण किञ्चित् वदामि. तर्हि तादृशमस्ति शरीरम्. अस्मदादीनाम् इत्युक्ते अस्माकं शरीरं तु तत्र पार्थिव द्रव्यमेव आधिक्यमस्ति अस्माकं शरीरे. तत्र केवलं पार्थिव द्रव्यमेव अस्ति इति न, परन्तु पार्थिवद्रव्यं द्रव्यस्य आधिक्यमस्ति. तर्हि तदेव प्रथमम् अस्ति शरीरम् अस्मदादीनाम् इति प्रथमभेदः. द्वितीयमस्ति इन्द्रियम् इति. इन्द्रियमस्ति गन्धग्राहकं. गन्ध इति पृथिव्याः लक्षणं. यत् ग्राहकम् इत्युक्ते ग्रहजनकम् इत्युक्ते तत् गन्धः इति तत् यद् ज्ञानमस्ति तस्य जनकं यदिन्द्रियमस्ति तदेव ग्राणम् इति पार्थिव इन्द्रियं. तद् अस्माकं नासाग्रवर्ति इत्युक्ते अस्माकं नासिकायाः अग्रबाहे अस्ति इति. लघुप्रश्नमेकम्, इन्द्रियग्राहकं ग्रहणं किमर्थं केवलं यम् इन्द्रियमेव उक्तः, न नेत्रः, श्रोतुः, कर्णः इत्यादि सर्वे अपि इन्द्रियः किल? हा, सर्वे अपि इन्द्रिय, परन्तु यद् ग्राणम् इति यद् यद् इन्द्रियमस्ति तत् पार्थिव इन्द्रियमस्ति, तस्मात् वयं अस्तु गन्धज्ञानं प्राप्नुमः तस्मात्. अन्य इन्द्रियं तु इन्द्रियाणि तु अग्रे आगच्छति. तत्र प्रत्येकं द्रव्यं यदा वयं पठिष्यामः तस्मिन् समये तस्य इन्द्रियस्य परिचयः अपि भविष्यति. विषयः मृत्पाषाणादि इति. विषयः इत्युक्ते तदस्ति उपभोगसाधनम् इत्युक्ते अस्माकम् उपयोगं वा भोगार्थं वा यत्किमपि उपयोगं कुर्मः तादृश वस्तु अस्ति विषयः इति. तदेव तृतीय भेदः. यथा चिन्तयतु पुस्तकम् अस्ति अथवा घटः अस्ति अथवा स्थालिका अस्ति, तादृश वस्तु यदस्ति तद् उपयुज्य वयं किमपि भोगं अनुभवामः खलु, तदस्ति विषयः. तद् मृत्पाषाणादि इति यत् पार्थिववस्तूनि यदस्ति, यानि कानि अस्ति तत्सर्वं तत्र आयास्यति. आम्, एतत्पर्यन्तं स्पष्टं वा? तत्र यत् स्थूलाक्षरैः अस्ति. अस्तु, तर्हि अग्रे सरामः नवत्रिंशत्तमपुटे नित्यत्वादिविवाहः इति. सुनल् महोदय, भवान् पठति वा? नित्यत्वादिविभागः. प्रकृतमनुसरामः गन्धः पृथिव्याः लक्षणम् इति उक्तम्. लक्षणज्ञानेन सामान्यतः पृथिव्यां ज्ञातायां विशेषजिज्ञासा भवति. तत्र उक्तं नित्या अनित्या च नित्या परमाणुरूपा अनित्या कार्यरूपा इति यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः यथा आकाशः न हि तस्य प्रागभावः ध्वंसो वा वर्तते यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः अस्तु महोदय एतत् पर्यन्तं किञ्चित् वदतु इदानीं पृथिव्याः लक्षणं गन्धः इति पूर्वे उक्तं तत्रापि उक्तं विशेषजिज्ञासा भवति तद् सा नित्या अनित्या च इति नित्या परमाणुरूप अनित्या कार्यरूप इति अपि अस्ति यस्य उत्पत्तिः नास्ति अर्थात् तादृशं भवति अथवा प्राग् अभावः न भवति अथवा अनन्तरं ध्वंस अभावः अपि न भवति सः नित्यः इति उच्यते अस्तु तर्हि किञ्चित् स्मारयतु प्राग् अभावः इत्युक्ते कः प्रध्वंस अभावः इत्युक्ते कः इति तत्र प्रथमम् अभावः चतुर्विधाः खलु के इति उक्त्वा तदनन्तरं किञ्चित् वदतु महोदय वयं पूर्वं दृष्टवन्तः चतुर्विध अभावः प्रागभावः ध्वंसभावः अत्यन्ताभावः अनन्तरम् अन्योन्यभावः प्रागभावः यत्र उत्पत्तिः भवेत् तस्य निर्माण साधनानि दृष्ट्वा तत्र उत्पत्तिः भविष्यति इति वयं जानीमः तद् प्रागभावः यदा जड घटस्य निर्माण साधनानि दृष्ट्वा वयं वदामः तत्र उत्तमं भविष्यति इति अनन्तरम् अस्ति ध्वंस अभावः इत्युक्ते तत्र इदानीं घटः नास्ति परन्तु तत्र साधनानि दृष्ट्वा इतः अनन्तरं तत्र घटनिर्माणं जायते इति वयं ज्ञातुं शक्नुमः तर्हि इदानीं घटस्य अभावः अस्ति अनन्तरमस्ति ध्वंसाभावः तत्र घटः अस्ति तस्य नाशं भवति इदानीम् अतः घटस्य पूर्णरूपं नास्ति तत् अभावरूपेण भवति तस्य नाम अस्ति ध्वंसाभावः इति इत्युक्ते तत्र मुद्गरपाते वा इत्युक्ते हेमर् इति अथवा किमपि बृहच्छिलाकण्ठं वा किमपि स्वीकृत्य तत्र घटोपरि स्थापयामः चेत् तर्हि तत् घटस्य नाशः भवति इत्युक्ते पूर्वं घटः आसीत् इदानीं घटः नास्ति तृतीयाभावः अस्ति अत्यन्ताभावः इदानीम् उदाहरणरीत्या भूतले घटः नास्ति इति यदा घटम् आनयति अतः तत्र घटः भवति इत्युक्ते प्रायः अन्यस्थलेषु कुत्रापि यत्र कुत्रापि अस्ति परन्तु अत्र भूतले नास्ति घटस्य आनयनेन तादृश अभावः नष्टः भवति इदानीमस्ति अन्योन्य अभावः इत्युक्ते घटः पटः नास्ति इति इत्युक्ते भेदः तर्हि तत्र घटः पटः न इति यद्भेदस्थापनं वयं कुर्मः तदेव अस्ति अन्योन्य अभावः इति तर्हि अत्र अनित्यविषये किम् अस्ति तत्र प्रागभावप्रतियोगित्वं प्रतियोगित्वम् इत्युक्ते प्रतियोगिता इति एव तत्र त्वम् इति अपि तल् इति अन्य द्वयमपि भावप्रत्ययः अस्ति तद्धितभावप्रत्ययः समानार्थमेव परन्तु रूपमेव रूपभेदमेव अस्ति तत्र प्रतियोगित्वं प्रतियोगिता इति समान अर्थः तु समानः एव तर्हि तत्र प्रागभावप्रतियोगित्वं द्वंसप्रतियोगित्वं च सः अनित्यः इत्युक्ते किम् इदानीं इत्युक्ते चिन्तयामः तर्हि तत्र नित्यः इति यत् पदार्थः अस्ति तस्य प्रागभावः वा अथवा प्रध्वंसभावः वा भवितुम् अर्हति वा न इति पूर्वम् उक्तं न इति उक्तं तर्हि तादृशप्रतियोगिता तेषु वर्तते वा नित्यपदार्थेषु प्रागभावप्रतियोगिता अथवा प्रध्वंसभावप्रतियोगिता भवितुं शक्यते वा न न इत्युक्ते तत्र तादृश अभावः नास्ति तादृश प्रतियोगिता इत्युक्ते कः प्रतियोगिता इत्युक्ते अभावस्य विरोधः खलु तर्हि तादृशप्रतियो अभावः नास्ति चेत् अभावस्य विरोधः अपि नास्ति खलु न भवेत् एव तर्हि तादृशप्रतियोगिता तत्र नास्ति तदस्ति नित्या इति इत्युक्ते तत्र वयं नित्या इत्युक्ते जानीमः एव तत्र पदार्थः नित्यः इत्युक्ते सर्वदा अस्ति इति जानीमः एव परन्तु तत्र न्याय परिभाषशब्देन वदामः चेत् तथा वक्तव्यमस्ति यत्र तत्र अस्माभिः तत् अभावस्य प्रति अभावः प्रध्वंस अथवा प्रागभावः नास्ति तर्हि तादृश अभावस्य प्रतियोगिता अपि न वर्तते इति तदस्ति नित्या इति अनित्यः इत्युक्ते तत्र तर्हि अनित्यः इत्युक्ते इदानीं घटः इति विषये दृष्टवन्तः खलु तर्हि घटः तु घटे तु प्रागभाव घटस्य प्रागभावः अथवा प्रध्वंसभावः अपि भवितुं शक्नोति तर्हि घटे तादृश अभावस्य प्रतियोगिता भवति वा घटे भवेत् तर्हि यस्य तादृशप्रतियोगिता अस्ति सः अनित्यः इति स्पष्टं वा इत्युक्ते इदानीं नास्ति इति अथवा इदानीं नास्ति तद् भवेत् अथवा इदानीम् अस्ति तद् न भवेत् इति हा तदेव अस्ति प्रागभावः ध्वंसभावः इति तादृश अभावः घटस्य तादृश अभावः भवितुं शक्नोति खलु तर्हि घटः अनित्यः इति स्पष्ट स्पष्टम् अथवा नित्यः नास्ति यः नित्यः नास्ति अनित्यः इत्युक्ते आम् नित्यः नास्ति तदेव आम् सुमलता भगिनी भवती अग्रे पठति वा आम् भगिनि गन्धवती पृथ्वी गन्धवत्वं न तत्र तत्पूर्वम् एकं परिच्छेदमस्ति खलु तत्र अनित्यपृथ्वीरूपस्य अनित्यपृथ्वीरूपस्य घटस्य प्रागभावः अपि भवति ध्वंसः अपि अतः प्रागभावप्रतियोगित्वं घटे ध्वंसप्रतियोगित्वमपि घटे, इदमेव घटे विद्यमानमनित्यत्वम् एवमनित्यत्वे ज्ञाते तदा तद् अभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. प्रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. इदम् अभावद्वयमेव नित्यत्वं तद्युक्ता नित्या पृथ्वी परमाणुरूपा निरूपिता, तस्यामपि अस्ति इदम् अभावद्वयमिति परमाणोः नित्यत्वमागतम्. अनित्या तु घटादिरूपा उक्ता एव. इदानीमेव प्रत्येकं वाक्यं पठित्वा वदतु भगिनी, प्रायः किञ्चित् सौलभ्यमस्ति तत्र. अनित्यपृथिवीरूपस्य घटस्य प्रागभावः अपि भवति, ध्वंसः अपि. वयं चर्चितवन्तः पृथ्वी अनित्यमस्ति इति. अनित्यपृथ्वीरूपस्य तत्रूपं घटं स्वीकुर्मः चेत् तद्भवति अनित्यपृथ्वीरूपम्. एकक्षणं भगिनि, पृथ्वी अनित्यं नास्ति, पृथ्वी द्विविधा अस्ति. तत्र एकविधा अनित्या, तत्र यद् अनित्या अस्ति तादृश पृथ्वीरूपस्य विषये अत्र घटे प्रागभावः अपि अस्ति, ध्वंस अभावः अपि अस्ति इति अत्र दत्तमस्ति. अतः प्रागभावप्रतियोगित्वं घटे. अभावः स्वीकुर्मः चेत् अनियोगिता अस्ति. तदर्थं यदा घटनिर्माणं भवति तत्र प्रागभावस्य प्रतियोगिता भवति घटं. तदर्थं प्रतियोगिता प्रागभावप्रतियोगित्वं घटे अस्ति. पुनः ध्वंसप्रतियोगित्वमपि घटे अस्ति. यदा घटः ध्वंसं भवति तत्र घटस्य अभावः भवति. यावत्पर्यन्तं घटः अस्ति तत्र ध्वंसप्रतियोगित्वं घटे अस्ति. इदमेव घटे विद्यमानम् अनित्यत्वम्. प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वम् अस्ति चेत् अनित्यः इति वयं चर्चितवन्तः. तदर्थं घटे इदमेव विद्यमानं भवति, अनित्यत्वं विद्यमानं भवति. एवम् अनित्यत्वे ज्ञाते तदभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. अनित्यत्वे यत् अभावः वयं जानीमः तदा तत्र अनित्यत्वे अनित्यत्वे न ज्ञाते इति तत्र कीदृश प्रयोगमस्ति अत्र? किमस्ति वैल् एककालमेव भवति खलु सतिसप्तमी सत्यं. तर्हि तत्र एवम् अनित्यत्वे ज्ञाते इत्युक्ते एवं रीत्या यदा वयम् अनित्यत्वस्य ज्ञानं प्राप्नुमः चेत् तर्हि तत्र तत्र प्रतियोगि अनित्यः इत्युक्ते यस्मिन् ध्वंस अपि च प्रागभावस्य प्रतियोगिता अस्ति इति ज्ञानं प्राप्नुमः चेत् तस्य अभावः नित्यत्वं. तस्य अभावः इत्युक्ते तत्र तादृश प्रतियोगितायाः अभावः. इदानीं वदतु भगिनि. प्रागभावप्रतियोगिता अपि पुनः ध्वंसप्रतियोगिता नास्ति, गगनादौ नित्यत्वं ज्ञातुं शक्यते. प्रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति इदानीमेव भवती उक्तवती. अभाव प्रतियोगित्वस्य अभावः अस्ति गगने. प्रागभावस्य प्रतियोगित्वस्य अभावः पुनः ध्वंसप्रतियोगित्वस्य अभावः. इदम् अभावः द्वयमेव नित्यत्वम् इदं द्वयमेव नित्यत्वं सूचयति. किं तत्र द्वयम् इत्युक्ते किं तत्र इदम् अभावद्वयमेव नित्यत्वं सूचयति खलु तत्र द्वयम् इत्युक्ते किं रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य अभावः. उत्तमं. प्रागभावप्रतियोगितायाः अभावः ध्वंसभावः प्रतियोगितायाः अभावः. तद्युक्ता नित्या पृथ्वी परमाणुरूपा निरूपिता. नित्या पृथ्वी परमाणुरूपा निरूपिता यथा भवती उक्तवती पृथ्वी द्वौ विभागौ स्तः इति नित्या अनित्या. एतद् स्वीकुर्मः चेत् नित्या पृथ्वी परमाणुरूपता परमाणुरूपा निरूपिता. तस्यामपि अस्ति इदम् अभावद्वयम् इति परमाणोः नित्यत्वमागतम्. इदम् अभावद्वयम् इति परमाणोः नित्यत्वमागतम् अभावद्वयं स्वीकुर्मः चेत् परमाणुः नित्यम् इति अपि अर्थमागच्छति इति वा. हा सत्यं. तर्हि तत्र तादृश अभावः कीदृश अभावः तर्हि तत्र तादृशप्रतियोगितायाः अभावः खलु. तादृशप्रतियोगितायाः अभावः परमाणोः अपि इति तत्र परमाणु अपि नित्या इति तस्मात् वक्तुं शक्नुमः. तर्हि तत्र परमाणुः नित्या इति कथं साधयितुं शक्नुमः इति चेत् तत्र श्रेणीकृत्वा तत्र दत्तमस्ति. तत्र प्रथमं एतादृश अभावः नास्ति चेत् नित्यत्वम्, अपि च परमाणोः तादृश अभावः नास्ति तर्हि परमाणुः नित्या इति. अनित्या तु घटादिरूपा उक्ता एव. घटं स्वीकुर्मः चेत् एतादृशः रूपमस्ति अनित्यं. रूपम् अनित्यं सूचयति. अनित्य पृथ्वीं सूचयति. उत्तमं भगिनि, धन्यवादः. युक्ता इति चेत् तद् युक्ता वा युक्ता. तर्हि तत्र तद्युक्ता नित्या तदेव. अन्य केनापि आगतं वा? नमस्ते, रामकार्तिक. अस्तु, इतोपि अन्य कापि? नमस्कार, रवि अस्मि. किन्तु मार्गे अस्तु, चिन्ता नास्ति. आम्, तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. गन्धवती पृथ्वी गन्धवत्वं पृथ्वीलक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आदेयभावः. तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति अत्रापि शीतस्पर्शः आदेयः आपो जलम् अधिकरणम्. शीतस्पर्शे आदेयता तन्निरूपित अधिकरणता जले अधिकरणता आश्रयः जलम्. अधिकरणता आश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णयते सः समन्वयः इति उच्यते. उभयविध उभयविध इत्युक्ते नित्या नित्या पृथिव्याः नित्या नित्या पृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आदेय भावः. पृथिवी अस्ति आधारं, गन्धः अस्ति आदेयं, तस्य लक्षणं आधारादेय भावः अस्ति. तथा जलस्थले शीत स्पर्शः अपां लक्षणम् इति अत्रापि शीतस्पर्शः यथा जलस्य लक्षणम् इति उक्तं चेत् अपाम् षष्ठी विभक्ति किल सत्यं षष्ठी बहुवचनं अपः इति तत्र नित्य बहुवचनशब्दः कृपया म्यूट् करोतु. It's okay. Tomorrow morning. Tomorrow morning. Pushpa Bhagini? Astu, aham sarvesham mute karomi. Oh, I'm sorry. Astu. Astu Bhagini. Patatu. No. Shita sparshaha adeyaha jalam adhikaranam. Atrapi. शीतस्पर्शे आधेयता तन्निरूपित अधिकरणता जले. इत्युक्ते एकक्षणं भगिनि, तत्र अस्माकं वाक्यमस्ति खलु, तद् वदति वा तत्र चित्रं चित्रं ओके अस्तु भगिनि. जलम् अस्ति, जलनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः शीतस्पर्शः. उत्तमं. शीतस्पर्शः इति आरम्भः भवति चेत् कथं भवति वाक्यं? शीतस्पर्शः निष्ठ आदेयता निरूपित अधिकरणता आश्रयः जलम्. अति उत्तमं. सर्वे स्मरन्ति खलु, सर्वे स्मरन्ति खलु, तद् स्मरन्ति वा तद् यथा प्रथमकक्षायां यज्ञदत्तः आसन्दः इति वयं चर्चितवन्तः, तादृशवाक्यमेव एतदपि. अस्तु. अधिकरणता आश्रयत्वं जले अस्ति इति तस्य समन्वयः इति संज्ञा नामकरणम्. तदेव, तत्र समन्वय इत्युक्ते तत्र तथा साधितं खलु, तत्र अधिकरणता आश्रयः जलम् इति तत्र अधिकरणता आश्रयत्वं जले इत्युक्ते तत्र त्वम् इति तत्र भावप्रत्ययः आगच्छति खलु, त्वभावप्रत्ययः. तर्हि तादृशभावं जले अस्ति इति तत्र समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णयते सः समन्वयः इति उच्यते. इत्युक्ते अत्र शीतस्पर्शः इत्युक्ते तत्र शीतः इत्युक्ते तत्र शैत्यम् इति लक्षणमस्ति खलु, तर्हि तादृशलक्षणस्य लक्ष्ये विद्यमानत्वं पुनः तत्र भावः आयाति, तत्र तादृशभावार्थे तत्र त्वप्रत्ययः, तादृशविद्यमानत्वं यदस्ति सः एव समन्वयः इति. अत्र तत्र पश्यतु, तत्र भागस्य नाम अस्ति तत्र गन्धवती पृथिवी. गन्धवत्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणं तदेव अस्माकं विषयः अस्ति इदानीं. तर्हि तत्र गन्धवती पृथ्वी इति एकशैली अस्ति, गन्धवत्वं पृथिवीलक्षणम् इति द्वितीयशैली अस्ति, तत्र भेदः कः इति एव तत्र अस्माकं चर्चा. तर्हि तदर्थमेव तत्र भावविषये आगच्छति, तत्र गन्धवत्वम् इति यदा वयं पश्यामः तत्र त्व इति तत्र भावप्रत्ययः आगच्छति. गन्धवती इत्युक्ते मतु प्रत्ययः किल? सत्यं, गन्धवती इत्युक्ते मतु प्रत्ययः. गन्धवती पृथ्वी इति वदामः चेत् तत्र विशेष्यविशेषणभावः आगच्छति. गन्धवत्वं पृथ्वीलक्षणम् इति वदामः चेत् तत्र आधार आदेयभावः आगच्छति. तर्हि तत्र तदेव अस्ति अस्माकं विषयः इदानीम्. अस्तु, पवन महोदय पठितुम् इच्छति वा? आं भगिनि, पठतु महोदय तर्हि अग्रे. परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति. यथा सास्नादिमती गौः इति लौकिकव्यवहारः, यथा वा नीलो घटः इति व्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं, ततः परं द्वतलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते. यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. अस्तु, सो लौकिकव्यवहारे गन्धवती पृथ्वी अथवा शीतस्पर्शवत्यः आपः इति आदिलक्षणवाक्यानि भवन्ति. सास्नादिमती गौः, भगिनि सास्नादिमती इत्युक्ते किम्? सास्ना इति तत्र गोः लक्षणम् इति उक्तवन्तः खलु. तर्हि सास्नादिमति इत्युक्ते तत्र मतु प्रत्ययः, बुद्धिमति. तथैव नीलोघटः इति अपि लौकिकव्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं, ततः परं स्वतलादिभाववाचकप्रत्ययं कृत्वा, स्वत् अलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचक पदोत्तरं च षष्ठीं प्रयुञ्जते. तर्हि तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति, तथैव शीतस्पर्शः अपां लक्षणम्, अपि च नीलः घटस्य लक्षणम् इति वा, तथा भवति वा? तर्हि तत्र यथा तत्र गन्धवती पृथ्वी अथवा शीतस्पर्शवत्यः आपः इति वदामः चेत् तत्र लौकिकव्यवहारे यथा वयं वदामः खलु, तत्र सः धनवान्, सः बुद्धिमान् इति तादृश शैली दृश्यते. परन्तु तत्र नैयायिकैः किञ्चित् अन्यशैली एव प्रयुञ्जते. इत्युक्ते तत्र तदेव तत्र त्व तल् इति यद्भावप्रत्ययः अस्ति, तादृशभावप्रत्ययम् उपयुज्य ते तत्र लक्षणवाक्यं क्रियते. इत्युक्ते यथा तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र गन्धवत्वम् इति तत्र त्वम् इति भावप्रत्ययः संयुक्त्वा तत्र लक्ष्यपदस्य प्रथमाविभक्ति, अपि च लक्षणपदं यदस्ति तस्य षष्ठीविभक्ति. तत्र लक्षणम् इति पृथ्वी खलु, पृथ्वी पृथिव्याः इति षष्ठीविभक्तिः अस्ति. लक्ष्यमस्ति पृथ्वी, लक्ष्यस्य षष्ठीविभक्ति, लक्षणपदस्य प्रथमाविभक्ति गन्धवत्वम् इति. तर्हि तत्र तत्र शैलीद्वयमस्ति क्षम्यतां. तत्र गन्धवती पृथ्वी इति यदा वदामः चेत् तत्र विशेषविशेषणभावः तत्र द्वयमपि तत्र प्रथमाविभक्त्यां. गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र प्रथमा अपि च षष्टिविभक्ति दृश्यते. क्षम्यतां महोदय, नैयायिकव्यवहारे किमर्थं षष्टिविभक्ति इति? आधारसम्बन्धे यज्ञदत्तः आसने इति सप्तमी विभक्ति उपयुज्यः किल? यज्ञदत्तः आसने इति तत्र सप्तमी विभक्ति अस्ति, परन्तु अत्र लक्ष्यं यदस्ति, लक्ष्यस्य लक्षणम् इति स्थैली इति शैली अस्ति अत्र. तर्हि परन्तु तत्रापि आधार आदेयभावः दृश्यते एव खलु. तर्हि तत्र गन्धवत् तत्र तद् तत्र यद् भावप्रत्ययः आगच्छति तद् सूचयति तत्र तादृश कः आश्रयः अस्ति, कः आदेयः अस्ति. अस्तु, तर्हि अग्रे रामकार्तिक् महोदय पठति वा? तेषाम् अयम् आशयः लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम्. प्रथमान्तपदैः सास्नामती गन्धवती सास्नादिमती गन्धवती शीत स्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते, न तु तद्गतधर्मः. सास्नादिमती का गौरेव, गन्धवती का पृथ्वी एव, शीतस्पर्शवत्यः काः आपः एव. एवञ्च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि आधार आदेयभावः न बुध्येत. अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात्. अस्तु, एतत् पर्यन्तम्. तत्र लक्ष्यस्य कश्चन असाधारण धर्मः अस्ति इति वयं पूर्वं दृष्टवन्तः, तदेव लक्षणम् इति. तत्र यथा पूर्वं वयं पठितवन्तः गन्धवत्वं पृथ्व्याः लक्षणम् इति. तत्र तस्य लौकिकव्यवहारे वयं वदामः गन्धवती पृथिवी इति. तत्र प्रथमान्तपदैः यथा गन्धवती सास्नादिमती एते क्षम्यताम् एतानि पदानि तु लक्ष्यम् एव निर्दिशन्ति, न तु तत्र क्षम्यतां तत्र तद्गतधर्मः इत्युक्ते तत्र लक्षणगतधर्मः इति, लक्ष्यगतधर्मः इति. तत्र वयं पश्यामः इत्युक्ते तत्र इतोपि अग्रे अस्ति. किमर्थम् इत्युक्ते सास्नादिमती इत्युक्ते गौः इत्येव, गन्धवती इत्युक्ते पृथ्वी एव, शीतस्पर्शवत्यः इत्युक्ते आपः एव, तत्र विशेषणविशेष्यभावः अस्ति. एवञ्च लक्षण वाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि तत्र इदानीम् उक्तमस्ति तत्र लक्ष्यपदस्य प्रथमान्त लक्ष्यपदं प्रथमान्तपदम् अस्ति चेत् अपि च लक्षणपदमपि प्रथमान्तपदम् अस्ति चेत् तत्र कः आधारः कः आदेयः इति न अवगच्छामः. अतः तत्र तस्य क्षम्यतां तस्मै ज्ञानाय लक्षणवाक्यं तत्र क्षम्यतां लक्षणं भिन्न विभक्त्याम् अस्ति चेत् सम्यक् भवेत् इति. सत्यं तदेव तत्र लक्षणमित्युक्ते लक्ष्ये स्थितः असाधारणधर्मः इति वयं पूर्वं ज्ञातवन्तः, परन्तु तत्र गन्धवती पृथ्वी इति तत् तादृश शैल्याम् अस्ति चेत् तत्र आधार आदेयभावः कः इति स्पष्टः नास्ति. तत्र आश्रयः कः, लक्ष्यस्य लक्ष्यः एव आश्रयः, परन्तु तद् आश्रयः कः इति तादृश अधिकं स्पष्टं नास्ति तादृश शैल्यां यदा वदामः चेत्. परं तर्हि तदर्थमेव तत्र तत् त्यक्त्वा इतोपि भिन्नरीत्या वदामः चेत् तादृशज्ञानं स्पष्टं भवेत् इति तेषाम् आशयः. तदर्थमेव तत्र नूतनशैली उपयुज्य ते वदन्ति तत्र यद्वयं पूर्वं दृष्टवन्तः तादृशभाव प्रत्ययः उपयुज्य. एतत्पर्यन्तं स्पष्टं वा? अस्तु, तर्हि इदानीम् एकः लघु अभ्यासः कुर्मः. तर्हि तत्र चिन्तयतु, भूतलम् अस्ति, भूतले घटः अस्ति इति. अस्तु, तर्हि इदानीं त्वम् इति प्रत्ययः संयुज्य घटत्वम् इति वदामः चेत् घटत्वं कुत्र अस्ति? घटत्वं घटे अस्ति. तर्हि त्वम् इति यत् प्रत्ययः उपयोगं कुर्मः तद् उपरि गच्छति खलु, घटत्वम् इति घटे अस्ति इति. स्पष्टम्? अपि च घटः भूतले अस्ति इति वदामः चेत् तत्र पूर्वमपि वयं दृष्टवन्तः मतुप् इति प्रत्ययः उपयोगं कृत्वा अधोगमनं कर्तुं शक्नुमः. तर्हि भूतलं किं वक्तुं शक्नुमः अत्र? घटवत्. उत्तमं, भूतलं घटवत् इति वक्तुं शक्नुमः. स्पष्टं वा एतत्पर्यन्तं तत्र अधोगमनम् उपरि गमनं द्वौ अपि? अस्तु, तर्हि सुनील् महोदय इदानीं वदतु, भूतलं घटवत् इति अस्ति चेत् घटवत् इति तत्र भावः कः? तत्र घटवत् इति पदार्थे कीदृशभावः अस्ति? तत्र त्वम् इति प्रत्ययः स्थापनीयमस्ति, तर्हि वदतु. घटवत् इति आश्रयभावः इति न, तत्र घटवत् इति भूतलं घटवत् इति आम् तत्र तत्र घटभूतले घटः इति वाक्यस्य एव भिन्नशैली अस्ति भूतलं घटवत् इति. यथा घटः इति पदे मतुप्रत्ययः उपयुज्य घटवत् इति भूतलं घटवत् इति वदामः, तादृशरीत्या घटवत् योगः त्वम् इति तत्र प्रत्ययः भावप्रत्ययः उपयुज्य कीदृशं पदम् आगच्छति? अस्तु, एतत् कुर्मः, घटे वदतु महोदय. उत्तमम् अति उत्तमं घटवत्वं भूतलस्य लक्षणम् इति. तर्हि घटवत्वम् इत्युक्ते घटः एव तत्र तत्र चित्रमपि अस्ति तत् पश्यतु. तत्र पृथ्वी इति अस्ति, गन्धः इति अस्ति, गन्धवती पृथ्वी इति तत्र वती इति प्रत्ययः मतुप्रत्ययः अधोगमनार्थम् उपरि गमनार्थं तस्याः भावः अथवा धर्मः इति उपरि गमनार्थं त्व इति प्रत्ययः. तर्हि गन्धवती पृथ्वी इति अस्ति चेत् तस्य भावः कः? सुमलता भगिनी वदति वा? गन्धत्वं पृथ्व्या गन्धवती खलु, तर्हि किं भवति? गन्धवत्वं पृथ्व्याः लक्षणं. गन्धवत्वं पृथिव्याः लक्षणम् इति तत्र अवगच्छन्ति वा सर्वे? तत्र मतुप्रत्ययः प्रथमम् उपयुज्य तदनन्तरं भावप्रत्ययः स्थापयामः चेत् तत्र अर्थः समानार्थः एव भवति. यद् गन्धः इति वदामः तदेव अस्ति गन्धवत्वम् इत्युक्ते तत्र समानस्तरीयः भवति अर्थः. तदेव तत्र चित्रमपि सूचयति. स्पष्टमस्ति वा? गन्धवत्वम् इति चेत् इत्युक्ते भावः नास्ति वा? गन्धवत्वं गन्धत्वम् इति यद्भावः अस्ति तद् गन्धे अस्ति. गन्धस्य भावः अस्ति गन्धवत्वं. क्षम्यतां, गन्धत्वं. गन्धत्वम् इति गन्धस्य भावः. गन्धवती इति यदस्ति तस्याः भावः अस्ति गन्धवत्वम्. इत्युक्ते तत्र तदर्थं इति तत्र त्वं त्वम् इति स्थापित्य वयं तत्र अग्रे अपि गन्तुं शक्नुमः. तत्र तदर्थमेव तत्र गन्धवत्वम् इति यदस्ति तद् गन्धस्य समानस्तरीयः. सो गन्धवत्वम् इति इत्युक्ते भावः नास्ति, गन्धः इति समानं, गन्धः गन्धवत्वम् इति समानम् समान इत्युक्ते अर्थः समानः, परन्तु गन्धवत्वम् इत्युक्ते भावः एव इति चिन्तयतु. घटः अस्ति, घटः भूतले, तर्हि भूतलं घटवत् सत्यं. तर्हि घटवत्वम् इति भूतलस्य लक्षणम् इति यथा सुनील् महोदयेन उक्तं. घटः घटवत्वम् इति समान अर्थः एव, परन्तु घटः इति यद् पदार्थः अस्ति तद्वयं स्पर्शं कर्तुं शक्नुमः, द्रष्टुं शक्नुमः, परन्तु घटवत्वम् इति यदस्ति तस्य स्पर्शं वा दर्शनं वा कर्तुं शक्नुमः वा? सत्यं सत्यं. तर्हि तत्र तत्र अर्थः समानः अस्ति, परन्तु भेदः अपि अस्ति. अस्तु, सर्वैः अवगतं? तत्र प्रश्नः अस्ति वा भगिनि? एकः प्रश्नः, गन्धवती इत्युक्ते स्त्रीलिङ्गपदं किल? सत्यं. तस्य त्वं प्रत्ययः अपि गन्धवत्वम् इति एव भवति वा? गन्धवतीत्वं नास्ति वा? न, गन्ध न, तत्र यदा प्रत्यय प्रातिपदिकं तु तत्र पुंवद्भावः इति अस्ति खलु, तर्हि तत्र पुल्लिङ्गप्रातिपदिकमेव स्वीकुर्मः खलु. यदि सुन्दरी बालिका इति अस्ति चेदपि तत्र समासं कुर्मः चेत् तत्र सुन्दरबालिका इति एव आगच्छति. तर्हि पुष्पा भगिनी अग्रे पठति वा तत्र अतः गन्धवती इति आरभ्य? पुष्पा भगिनी अस्ति वा? अस्ति अस्ति अस्ति अस्ति अस्तु एकनिमिष कुत्र भगिनि? अतः गन्धवती इति अस्ति खलु? अतः गन्धवती इत्यत्र नाय्स् अस्ति? न भगिनि, सम्यक् अस्ति, पठतु। अतः गन्धवती गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती योगः त्वा गन्धवत्व इति पदम् इदानीं उक्तवन्ती खलु? तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते, स च भावः गन्धसमानकक्ष्यः भवति, भावः गन्धसमानकक्ष्यः भवति, अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः, अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः, अत एव प्रसिद्धः नियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति अतः इदानीम् उक्त्वा गन्धवती इत्यत्र मतुप्रत्ययः तथा भावप्रत्ययः गन्धवती इत्यर्थं कार्यं करोति इत्युक्ते तत्र गन्धवती इति तत्र मतुप्रत्ययः अस्ति वा? हा, गन्धवती गन्धवत्व सत्यं, तर्हि तत्र गन्धवती इति तत्र मतुप्रत्ययः मतुप्रत्ययः शब्दः अस्ति, तत्र भावप्रत्ययः अपि स्थापयामः चेत् तत्र तदेव तत्र इदानीं तत् स्थापयामः चेत् तत्र गन्धवत्वम् इति गन्धवत्व इति पदं भवति आगच्छति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते तत्तु विद्यमानेन भावप्रत्ययेन भावः धर्मः बोधयन्ते इत्युक्ते तत्र त्व इति यद् पूर्वं दृष्टवन्तः खलु त्व तल आदिभावप्रत्ययः इति तर्हि तत्र त्व इति यद् भावप्रत्ययः अस्ति तत्र सुन्दरत्वं सुन्दरता सौन्दर्यम् इति तत्र समानार्थीयाः शब्दाः खलु तर्हि तत्र तत्र सुन्दरत्वम् इति यदस्ति तत्र अस्ति त्वम् इति प्रत्ययः सुन्दरता इति तत्र तल् प्रत्ययः द्वयमपि तत्र भावप्रत्यय द्वौ अपि भावप्रत्ययौ तर्हि तत्र यद् हत्रत्व इति यद् भावप्रत्ययः वयं यः भावप्रत्ययः वयम् उपयोगं कुर्मः सः भावप्रत्ययः तत्र भावः सूचयति तर्हि तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र तत्र त्वम् इति प्रत्ययेन वयं भावः अथवा धर्मः ज्ञातुं शक्नुमः तर्हि तत्र गन्धवत्वम् इति भावः तत् पृथिव्याम् अस्ति इति वयं ज्ञातुं शक्नुमः स्वभावः गन्ध गन्धसमानकक्ष्यामने तत्र गन्ध अधोभागे अस्ति खलु भगिनि कक्ष्या समानकक्ष्यः इत्युक्ते सेम् फ्लोर् इत्युक्ते तत्र समानस्तरीयाः इति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः भावः गन्धवत्वम् अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः धर्मः अस्तु अर्थः तर्हि तत्र गन्धवत्वम् इत्युक्ते गन्धः एव तत्र अर्थः तु समानः एव समानः एव तत्र तदेव तत्र चित्रमपि सूचयति पश्यतु तत्र गन्ध इति अस्ति तस्मात् तत्र मतु प्रत्ययः उपयुज्य अधोगमनं पृथ्वी सूचयति गन्धवती इति तस्मात् उपरि गच्छामः चेत् तत्र तस्याः भावः अथवा धर्मः सूचयति त्व इति प्रत्ययेन गन्धवत्व अपि च पश्यतु गन्ध गन्धवत्व तत्र समानस्तरीयाः अस्ति चित्रे तत् सूचयति तत्र अर्थः अर्थभेदः नास्ति इति अस्तु अत एव प्रसिद्धः नियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति भावप्रत्ययः प्रकृत्यर्थः प्रकृत्यर्थं प्रकृत्यर्थम् इत्युक्ते मूलार्थं मूल प्रकृत्यर्थं गमयति इति अस्तु इत्युक्ते तत्र मतु मतु प्रत्ययः प्रथमम् उपयुज्य तदनन्तरं भावप्रत्ययः उपयोगं कुर्मः चेत् तत्र पुनः तद् यत् प्रकृति मूलार्थम् आसीत् तं प्रति एव गच्छति इति तत् नूतनपदस्य अर्थः तत्र मूलार्थं प्रति गच्छति गन्धः योगः मतुप् योगः त्वा गन्धः अस्ति एतदेव वयम् इदानीं गन्धवत्वम् उत्तम गन्धः शीत एकक्षणं भगिनि एकक्षणं रविमहोदय भवान् इदानीं पठितुं शक्नोति वा रविमहोदय कुत्र अस्ति एकचत्वारिंशत्तमे पुटे कुत्र अस्ति तत्र गन्धः योगः गन्धयोगः मतु योगः त्व इति अस्ति खलु तस्मात् गन्धः योग मतु योगत्व गन्धः तर्हि तत्र गन्धयोगः मतु किं भवति तत्र गन्धवती खलु गन्धवत् सत्यम् अस्तु गन्धवत् योगत्वा गन्धवत्त्व न न अत्र अत्र चिन्तयतु इदानीं तु वयं ज्ञास्यामः तत्र गन्धवती इति पृथिव्याः लक्षणम् इति तर्हि स्त्रीलिङ्गमेव भविष्यति तर्हि गन्धयोः मतु इति कुर्मः चेत् तत्र गन्धवती इति आगच्छति खलु गन्धवती योगत्व किं भवति तत्तु वयं इदानीमेव दृष्टवन्तः हा गन्धवत्व उत्तमं तथैव अग्रिमम् अग्रिमं पदं किं भवति इति वदतु शीतस्पर्श योगमतुप् योगत्व शीतस्पर्शः शीतस्पर्शत्व शीतस्पर्शयोगमतुप् शीतस्पर्शवत् योगः त्वा किं भवति शीतस्पर्शवत्त्वं यथा गन्धवत्त्व खलु अस्तु अस्तु अग्रिमं सहस्रना योगमतुप् योगत्व योगमतुप् शासनावत् तत्र शासनादिमति इति भवति पूर्वम् अस्माकं दृष्टं खलु शासनादिमति इति भवति शासनादिमति योगत्व शासनादिमत् तर्हि शासनादिमत्व इति भवति स्पष्टं वा तथा च शासनावतत्वम् इत्यनेन शासना गन्धवतत्वम् इत्यनेन गन्धः शीतस्पर्शवत्तत्वम् इत्यनेन शीतस्पर्श बोध्यते अतः आधाराधेयभावः धर्माधर्मीभावः सुस्पष्टः भवति इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवतत्वं वायोः लक्षणम् इति ग्रन्थकारैः व्याख्यायते वदतु महोदय अत्र स्पष्ट अस्ति गन्धवतत्वं गन्धवतत्वं न गन्धवत्वम् एव अत्र लिखितम् अस्ति गन्धवतत्वं न गन्धवत्वम् एव खलु तत्र अकारः नास्ति तकारस्य अनन्तरम् अकारः नास्ति केवलं तकारः एव गन्धवत्वं तत्र मध्ये अकारः नास्ति खलु किन्तु तकार द्वित्वा अस्ति तकारस्य सत्यं परन्तु तत्र अकारः नास्ति तर्हि गन्धवत्वम् इति न गन्धवत्वम् इति एव वक्तव्यम् शासनावत्त्वम् इत्यनेन शासना भवति अत्र स्पष्टः अस्ति शासनायोगमतुप् योगत्व शासनावत्त्वम् एवं गन्धवत्त्वमपि गन्धसमानः अस्ति तथा च शीतस्पर्शवत्वम् अपि शीतस्पर्शः एव अस्ति. अत्र आधाराधे यथा गन्धवत् आधाराधे च धर्माधर्मी अत्र गन्धधर्म अस्ति. तर्हि तत्र गन्धवत्वम् इति वदामः चेत् तत्र गन्धवत्वम् इति धर्मः इति स्पष्टं भवति खलु. गन्धः गन्धवती पृथ्वी इति वदामः चेत् तादृशस्पष्टता तत्र नास्ति. गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र धर्मः कः धर्मी कः इति इतोपि अधिकं स्पष्टं जायते. यदा वयं तादृश शैल्या वदामः तत्र लक्षणं तदेव तटस्थलक्षणम् इति इति अस्ति. तत्र यत्र लक्षणस्य प्रथमाविभक्तिकत्वम् अपि च लक्ष्यस्य षष्टिविभक्तिकत्वं भवति. तादृशप्रयोगेन वयं लक्षणं वदामः चेत् तदस्ति तटस्थलक्षणम् इति. तदपि एकः पारिभाषिकशब्दः अस्ति. अस्तु, तथैव रूपरहितस्पर्शवान् वायुः इति वायोः लक्षणं. तत् रूपरहितस्पर्शवान् वायुः इति एका शैली. अपरया शैल्या वक्तव्यं चेत् तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् इति. तत्र स्पर्शवत्वम् इति तत्र धर्मः सूचयति तत्र. रूपरहितत्वं स्पर्शवत्वम् इति तत्र धर्मसूचना पदौ द्वौ स्तः अत्र. अस्तु, तर्हि एतत् पर्यन्तं स्पष्टं वा? स्पष्टम्. अस्तु, तर्हि रामप्रिया भगिनी अग्रिम परिच्छेदं पठति वा? आं भगिनि. तथा च गन्धः भगिनि एकनिमिष पूर्वे अत रूपरहित स्पर्शवान् वायुः अर्थं किम्? अग्रे आगच्छति भगिनी. इत्युक्ते तत्र वायुः लक्षणम् इत्युक्ते तत्र रूपरहित इत्युक्ते तत्र रूपम् इत्युक्ते किम् अस्ति तत्र अस्माकं न्यायशास्त्रे? तर्हि तत्र किमपि वर्णः नास्ति परन्तु तत्र स्पर्शः अस्ति इति. रूपरहित रूपं रूपं विना केवलं स्पर्शं यत्र भविष्यति येन पदार्थेन भविष्यति तादृशपदार्थः अस्ति वायुः इति. इति वायोः लक्षणम्. अग्रे पठिष्यामः. तथा च गन्धः आदेयश्चेत् तत्र आदेयता तन्निरूपिता अधिकरणता पृथिव्याम् अधिकरणतावती पृथिवी अधिकरणतावत्त्वं पृथिव्याम् इति गन्धनिष्ठ आदेयता निरूपित अधिकरणतावत्त्वं पृथिवीलक्षणं फलितम्. गन्धः आदेयः अस्ति चेत् तत्र आदेयता अस्ति. द्वन्द्वे आदेयता अस्ति तत् निरूपित अधिकरणता पृथिव्याम् अस्ति अधिकरणतावति पृथिवी अस्ति अधिकरणतावति तत्र अधिकरणतात्वम् अस्ति पृथिव्यां गन्धनिष्ठ आदेयतानिरूपित अधिकरणतात्वम् अधिकरणतावत्त्वं पृथिवी पृथिवी लक्षणम् इति अहं निरूपितम् अस्ति वयं निरूपितमस्ति इत्युक्ते तत्र अधिकरणता पृथिव्याम् अस्ति चेत् यथा गन्धवती पृथ्वी इति उक्तवन्तः तथैव तत्र अधिकरणतावती पृथ्वी इति अपि वक्तुं शक्नुमः खलु अधोगमनार्थं तर्हि पुनः उपरि गमिष्यामः चेत् तत्र भविष्यति अधिकरणतावत्त्वम् इति इत्युक्ते अधिकरणता अधिकरणतावत्त्वम् इति समानस्तरीयाः तर्हि तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणता पृथिव्याम् इति यदा वदामः तदेव अस्ति गन्धनिष्ठ आदेयतानिरूपित अधिकरणतावत्त्वं पृथिव्याम् इति अवगतम् अस्तु आम् अस्तु तर्हि समयः जातः तर्हि अद्य अत्र समापयामः तत्र प्रश्नः अस्ति चेत् प्रायः आगामिसप्ताहे पृच्छतु वयं किञ्चित् इतोपि अधिकं चर्चां कर्तुं शक्नुमः नमस्कारः धन्यवादः धन्यवादः शुभरात्रिः